नमस्कारः. अद्यतनकरपत्रं नूतनविषयः अस्ति. अधुना अध्यारभ्य आर्द्रदातकप्रकरणम् इति परिच्छेदे तत्र प्रथमकरपत्रम् अस्ति. क्षम्यताम्, आर्द्रदातककरपत्रम् इति करपत्रं ततः आरभ्य खलु ततः आरभ्य परिशीलयामः. एतावत्पर्यन्तम् अस्माभिः सार्वदातकप्रकरणम् इति दृष्टम् आसीत्. प्रक्रिया तु अस्माकं सार्वदातकप्रक्रिया इति कृत्वा वयं दृष्टवन्तः. अग्रे अद्य आरभ्य आर्द्रदातकप्रकरणम् आर्द्रदातकप्रक्रिया इति भवति, पश्याम. अरुणा भगिनी पठति किं भगिनि? आर्द्रदातकप्रकरणम्? आं भगिनि. सार्वदात्तकलकारेषु तिङन्तरूपाणि विद्यन्ते गणम् अनुसृत्य. कस्यचित् धातोः लटि लोटि लङि विदि तिङन्तरूपं जिज्ञासामहे चेत् तर्हि सः धातुः कस्मिन् गणे अस्ति इति अस्माभिः ज्ञेयमेव. आददात्तकलकारः न तथा. लिट् लुट् लुट् आशीर्लिङ् लुङ् लृङ् येषां लकाराणां तिङन्तरूपाणां गणेन सह न कोऽपि सम्बन्धः अस्ति. अत्र वदति सार्वदात्तकलकारेषु तिङन्तरूपाणि भिन्नः भिन्न भवति गण अपेक्षया अनुसृत्य. किमर्थं सार्वदात्तकलकार किं के ते सार्वदात्तकलकार इति प्रश्न उदेति. लटि लोटि लङि विदिलिङ् च तिङन्तरूपाणि सार्वदात्तकलकार इति वदन्ति. अत्र तिङन्तरूपनिर्माणं समये धातु कस्मिन् गणे अस्ति इति प्रथमम् अस्माभिः ज्ञेयमेव. परन्तु आर्द्रदातुकलकार के लिट् लुट् लुट् आशीर्लिङ् लुङ् लृङ् येषां लकाराणां लकारः आर्द्रदातुकलकारः इति नामकरणम् अस्ति. तिङ् येषां लकाराणां तिङन्तरूपाणां गणेन सह न कोऽपि सम्बन्धः अस्ति. यत्र वयं सार्वधातुकलकारेषु तिङन्तरूपाणि भिद्यन्ते गणम् अनुसृत्य इति वाक्यमस्ति खलु, तत् भगिनि तस्य कृते उदाहरणं प्रायः ददाति किम्? भवादिगणे विकरणप्रत्यय शप् आगच्छति. शप् इति सार्वधातुक पित् अस्ति, ततः गुण भवति शप् विकरणप्रत्यय धातोः. मम उद्देशः एवमेव आसीत्. अत्र भ्वादिगणीयः अस्ति चेत् किम् अस्ति, पठति, अनन्तरं किं नृत्यति इति आगच्छति. दिवादिगणे इति प्रत्यय, क्षम्यतां, दिवादिगणे चेत् नृत्य इति मध्ये श्रूयते, दीव्यति, नृत्यति इति. भ्वादिगणे अस्ति चेत् केवलम् अकारः श्रूयते, भवति, पठति, किम् अस्ति, तुदति इति. तुदति नास्ति खलु, तत् तुदादिगणे अस्ति. किम् अन्ये किम् अस्ति, चलति इति सर्वं, चलति अपि तुदादिगणः अस्ति किल. तर्हि अकारः श्रूयते. तुदादिगणस्य तु गुणकार्यं निषिद्धं, तुदति इति आयाति. अनन्तरं दशमगणस्य यकारः तत्रापि चोरयति, क्षालयति, अय इति मध्ये अय इति मध्ये अनन्तरं जुहोत्यादिगणे द्वित्वं भवति. स्वादिगणे तु वयं दृष्टवन्तः नो इति मध्ये शृणुमः ध्वनिः आगच्छति, आप्नोति, शक्नोति इति. तदनन्तरं रुदादिगणस्य तु मध्ये नकारः श्रूयते इति वयम्. अनन्तरं तनादिगणे गणस्य तु ओ इति श्रूयते. क्रयादिगणस्य गृह्णाति, अश्नाति इति, ना इति आगच्छति. तर्हि अत्र आहत्य किम् इत्युक्ते गणम् अनुसृत्य वयम् अस्माकं तत्र रूपभेदः भवति इति. लट् लकारे लटि लोटि लङि इति लङि. किन्तु लृट् पश्यामः चेत् उदाहरणार्थं पादातोः पास्यति इति अस्ति, दादातोः अपि दास्यति इति. तत्र तु भेदः, गणमनुसृत्य भेदः नास्ति खलु इति कृत्वा दास्यति पास्यति इति तु लृट् लकारः अस्ति. लृट् लकारस्य तु वयम् आर्द्रदातुकप्रक्रिया इति वदामः. धन्यवादः. धन्यवादः. अग्रे अपि पठतु भगिनि, अग्रिमपङ्क्तिमपि. नमस्कारः भगिनि, स्वागतं भगिनि. यथा लति भवादिगणे पादातोः पिबति, अदादिगणे मा धातोः माति, जुहोत्यादिगणे दादातोः ददाति, क्षयादिगणे ज्ञादातोः जानाति, फामादाग्ना इत्येते सर्वे आकारान्तदातवः. अनेन चतुर्णाम् अपि धातूनां साम्यं, किन्तु पिबति, माति, ददाति, जानाति प्रत्येकं धातोः तिङन्तरूपं नितरां भिन्नं. ततः परं दाधातोः द्वित्वमपि अस्ति. यदापि धातूनां साम्यं, किन्तु धातुगणम् अनुसृत्य तिङन्तभेदः निष्पद्यन्ते. लट्लकारे अस्माभिः अधुना चर्चितं तदेव महोदय उत्तम उदाहरणानि अत्र अत्र दत्तानि. आकारान्तदातवः इति कृत्वा आकारान्तदातवः रूपं साम्यमेव भवति, परन्तु जुहातिगणे द्वित्वं भवति. ततः दादातु ददाति भवति. अनन्तरं धातूनां साम्यं, किन्तु धातुगण अनुसृत्य तिङन्तभेदः निष्पद्यन्ते. न तु विकरण धातुगण विकरणप्रत्यय अनुसृत्य तिङन्तभेदः भवति. धन्यवादः. आं भगिनि, तस्मात् पूर्वम् अहं किञ्चित् ज्ञातुमिच्छामि. अत्र उपरितने परिच्छेदे जिज्ञासामहे इति तिङन्तपदमस्ति. अत्र आत्मनेपदी अस्ति इति कृत्वा जिज्ञासते इत्यस्य उत्तमपुरुष बहुवचनरूपं जिज्ञासामहे. तत्र सनाद्यन्तधातुवृत्तिः अस्ति इति भाति. तत्र यदि संक्षेपेण ज्ञातुमिच्छामश्चेत् तत्र प्रक्रियायां भेदः अस्ति वा? तत्र जिज्ञासते इति आत्मनेपदिरूपम् अस्ति इत्यतः किञ्चित् वदति वा? एवमेव सामान्यतः पश्यामः चेत् यत्र सनन्तः अस्ति तत्र तु सामान्यतः तु किम् अस्ति, भुवादिगणवत् भवति खलु. केवलं कारः एव कर्तृशप् इति एव मध्ये आगच्छति. अनन्तरं परस्मैपदिनः अपि भवन्ति. अत्रापि कर्तृशप् इति आयाति, किन्तु अहं मन्ये त्रयः दातवः सन्ति इति मन्ये. त्रयः वा चत्वारः वा दातवः सन्ति. उदाहरणार्थं दृदृक्षते इति धातुः. सूत्रं स्मरति किम्? न न, अहम् अत्र प्रक्रियायां भेदः अस्ति वा इत्युक्ते अत्र जिज्ञासा इति पदम् आरम्भे सनन्तपदम् आयाति. तदनन्तरं तत्र ज्ञाधातोः सनन्तरूपं तत्र सनाद्यन्तधातुः तत्र जिज्ञासते इति आत्मनेपदी एव भवति. आत्मनेपदी भवति चेदेव एतद्रूपम् अत्र दृश्यते, जिज्ञासामहे इति. मम प्रश्नः तु तत्र प्रक्रियायां किमपि वैशिष्ट्यम् अस्ति वा? किम् इत्युक्ते भगिनि, अत्र सनन्तदातुः इति नूतनधातुः अस्ति. सनन्तदातूनां कृते पृथक्तया सूत्राणि सन्ति. यत्र सनन्तदातुः इति तत्र तु अधिकतया समानकार्याणि एव सन्ति. विशिष्टसूत्राणि अपि सन्ति. तत्रापि पुनः द्वित्वमपि अस्माकम् अध्यासकार्यम् इति पूर्वं दृष्टमासीत् खलु, दृष्टमासीत् खलु ज्योत्यादिगणे. तदेव कार्याणि पुनः आयान्ति. तदनन्तरम् उपधायां यत् अभ्यासस्य अभ्यासवर्णः अस्ति खलु, अभ्यासस्य तु इकारः आगच्छति. उदाहरणार्थं जा इति कृत्वा जिज्ञा, ज्ञा इति कृत्वा जि जकारः भवति हलादिशेषः इति. अनन्तरं तत्र इकारः आयाति संयोः इति मन्ये. समीति मां तु विस्मृतवती. संयोः इत्यनेन द्वित्वं भवति. अनन्तरं इकारः तु भिन्नसूत्रमस्ति. मम मनसि अधुना नास्ति. इकारः अस्ति तत्र आदिमवर्णस्य कृते इकारः, यथा पिपासते, पिपठिष्यति तादृशानि. अत्र प्रथमपदस्य इकारः भवति, प्रथमवर्णस्य. वर्णस्य स्वरस्य तु इकारः अकारस्य स्थाने इकारः भवति. तदनन्तरं तु इति तावदेव प्रक्रिया इति पश्यामः चेत् सनन्तरं स इति योजयामः खलु, सन् इत्यस्मात् स इति योजयामः, तत्र दिदृक्ष इति किं जिज्ञास इति आगच्छति. जिज्ञास इति यत्र भवति तदनन्तरं भुआदिवत् अस्ति, तर्हि गणमनुसृत्य वा धातु एतान् सनन्तधातवः ये सन्ति पृथक्तया सन्ति तेषां सर्वेषां मूलधातोः गणमनुसृत्य अग्रे किमपि तेषां सम्बन्धः नास्ति. यत्र एकवारं वयं सनन्तधातुः इति योजयामः, सन् प्रत्ययः योजयामः, अधुना अस्माभिः नूतनधातवः प्राप्यन्ते इति कृत्वा अग्रे तु भुआदिवत् अस्ति केवलं कर्तरि शपयति. प्रक्रिया अन्यप्रक्रियाभेदः धातुगणम् अनुसृत्य किमपि भेदः न भवति. अस्तु, धन्यवादः भगिनि. अत्र किम् इत्युक्ते अत्र अत्र आर्धधातुकप्रक्रिया किम् अस्ति, सन् इति मध्ये आगच्छति खलु, यत्र कर्तरिषप् इति आगच्छति भगिनि, कर्तरिषप् इति यत्तु अस्ति एव कर्तर्तके अस्ति इति कृत्वा कर्तरिषप् इति आगच्छति. अत्र अपि यत्र नूतनधातुः अस्माभिः प्राप्यन्ते तेषामपि पुनः लटि लो लट् लोट् लङ् विधि लिङ् इति सार्वधातुकप्रक्रिया भवति, अनन्तरं लुट् इति लृङ् इति अग्रे आर्धधातुकप्रक्रिया अपि भवति तेषामपि पुनः नूतनधानु धातुः इति अवगच्छामः चेत् अग्रे भ्रमः न जायते अस्माकम्. अस्तु, इत्युक्ते यथा णिच् णिच् प्रत्ययस्य योजनेन नूतन आतिदेशिकधातुः पाठी इति नूतनधातुः तथा पाठयति इति निजन्तरूपम्. इत्युक्ते तत्र द्वादश सनाद्यन्त सनादिप्रत्ययेषु णिच् अपि च सन् अपि अस्ति इति भाति. सत्यं भगिनि, आमां भगिनि उक्तम्. अत्र पठामि वा? आं भगिनि. अधुना लृटि स्यति इति प्रत्ययः भवति, भुवादौ पा धातोः पास्यति, अदादौ मा धातोः मास्यति, जुहोत्यादौ दा धातोः दास्यति, क्रयादिगणे ज्ञा धातोः ज्ञास्यति, सर्वत्र साम्यम्. अस्य कारणं किं? धातुगणेषु विकरणप्रत्ययभेदेन तिङन्तरूपाणि भिद्यन्ते. यत्र विकरणप्रत्ययः न आयाति तत्र गणीयभेदः नास्ति एव, अतः आर्धधातुकलकारेषु गणीया चर्चा निरर्थका. आर्धधातुकप्रकरणे गणचर्चायाः स्थानं न देयम्. इत्युक्ते अत्र अत्र लट् लोट् लङ् विधिलिङ्गु सार्वधातुकलकारः, लृट् लकारः आर्धधातुकलकारः. अत्र ल्युट् लकारविवक्षायां तत्र स्यतासि लृ लुटोः इति सूत्रेण श्या इति विकरणप्र श्या इति लकारनिमित्तिकविकरणप्रत्ययः मध्ये आयाति, न तु गणनिमित्तिक विकरणप्रत्ययः. तेन आरम्भे श्या इति आयाति, इत्युक्ते धातुना तिङ् प्रत्ययः न दृश्यते इत्यनेन आर्धधातुकलकारेषु रूपसाम्यं दृश्यते. इत्युक्ते अत्र उदाहरणार्थम् आकारान्तधातुः पा धातोः रूपं पास्यति, मा धातोः अदादिगणीय धातुः मा धातोः रूपं माति लट्लकाररूपं, किन्तु लृट् मास्यति, जुहोत्यादौ दास्यति, क्रयादिगणे ज्ञास्यति अस्ति. इत्युक्ते एतावता एतेषु चतुर्षु गणेषु आकारान्तधातुं स्वीकृत्य तस्य लृट् रूपं पश्यामश्चेत् तत्र साम्यं वर्तते. किमर्थमित्युक्ते आरम्भे एव स्या इति आयाति, तदनन्तरमेव तिङ् प्रत्ययः आयाति. इत्युक्ते आर्धधातुकलकारेषु गणविकरणप्रत्ययस्य योजनं न भवति. तदर्थम् अत्र आर्धधातुकप्रक्रियायां गणभेदः न अपेक्षितः. तावदेव. अग्रिमपङ्क्तिमपि पठतु भगिनि. सार्वधातुकलकारेषु कर्त्रर्धके तिङ्प्रत्यये परे विकरणप्रत्ययः विधीयते. अत्र धातोः साक्षात् परं सार्वधातुकसंज्ञकः तिङ्प्रत्ययः, अतः कर्तरि शप् इत्यनेन विकरणप्रत्ययः विहितः. आर्धधातुकलकारेषु सार्वधातुकसंज्ञकः तिङ् प्रत्ययः अस्ति चेत् धातोः साक्षात् परं न, अतः विकरणप्रत्ययः न विधीयते. अत्र इत्युक्ते सार्वधातुकलकारेषु कर्त्रार्थकतिङ् प्रत्यये परे मध्ये शप् इति विकरणप्रत्ययः आयाति इति वयं पूर्वमेव दृष्टवन्तः. भुवादिगणे शप् एव तिष्ठति, किन्तु अन्येषु गणेषु शपं प्रबाध्य अन्यगणविकरणप्रत्ययाः आयान्ति. इत्युक्ते धातोः साक्षात् अनन्तरं सार्वधातुकसंज्ञकः तिङ्प्रत्ययः अस्ति. इत्युक्ते तत्र तिङ्प्रत्ययः सार्वधातुकसंज्ञकः इति कथं वदामः इत्युक्ते तिङ्क्षित् सार्वधातुकम् इति संज्ञासूत्रेण वयं वक्तुं शक्नुमः. तिङ्प्रत्ययः सार्वधातुकसंज्ञकः, तादृश सार्वधातुकसंज्ञकप्रत्ययः साक्षात् परमस्ति चेत् तादृश्यां स्थित्यां कर्तरि शप् मध्ये आयाति, किन्तु आर्धधातुकलकारेषु परिस्थितिः भिन्ना अस्ति. धन्यवादः भगिनि. एतावत् पर्यन्तं प्रश्नः अस्ति किं कस्यचित् अपि? मणिमहोदय कृपया वदतु. महोदय आं महोदय, वृत्तान्ते लिट् लकारे सर्वेषां द्विसहस्रेय धातूनां तिङन्तरूपाणि एकत्र प्रदर्शनीयानि, तत्र कोऽपि धातुगणभेदः नास्ति. तदेव लुट्टि लिरुटि आशीर्लिङ् लिङ्गि लिरिङ्गि च. अयोजनं कीदृशम् इति चेत् धातोः अन्तिमवर्णम् अनुसृत्य चतुर्दशवर्गाः निष्पादनीयाः. एतादृशं वर्गीकरणम् अपेक्षितं, यतः पाणिनेः सूत्राणि तदेव कार्यं विदधति. अनेन महत् सौकर्यं चतुर्दशवर्गाः इति. अत्र लिट्लकारे द्विसहस्रधातुः सन्ति, तत्र तिङ्गन्तरूपाणि एकत्र एव प्रदर्शनी इत्युक्ते तिङ्गन्तरूपाणि समानमेव, यदा सार्वधातुके विकरणप्रत्ययस्य कारणेन रूपाणि भिन्नः भवति. अत्र तदा नास्ति, आर्धधातुके समानमेव रूपम् इति तस्य अर्थः. कथं आर्धधातुके प्रत्ययः भवति इत्युक्ते धातोः अन्ते किं वर्णः अस्ति तत् अनुसृत्य चतुर्दशवर्गः निष्पादनीयः, तदेव पश्यामः. अकारान्तः वर्गाः के इति महोदय? वर्गाः के इति अग्रे वर्गः के अस्ति पश्यामः. आकारान्तः यदा कदा घन रच इत्यादयः. आकारान्तः यदा पाल वा दा दा इत्यादयः. ईकारान्तः यदा जि शु शि कि रि इत्यादयः. ईकारान्तः यदा नि शि दि क्रि वि इत्यादयः. उकारान्तः यदा दृ स्नु क्नु गु शु इत्यादयः. ऊकारान्तः यदा भू लु पु नु मु इत्यादयः. ऋकारान्तः यदा हृ मृ दृ मृ खृ सृ स्मृ स्मृ इत्यादयः. ऋकारान्तः यदा जिरु जिरु श्रु गुरु गुरु इत्यादयः. एजन्ताः यदा ग्लै म्लै दे द्यै पै सो चो इत्यादयः. अधुबदाः यदा पट् चल् वद् स्कल् कक् पच् चट् इत्यादयः. इदुबदाः यदा चित् मिद् षित् मिद् निद् मिल् इत्यादयः. उदुबदाः यदा बुद्ध शुद्ध मुद् कुक् उक् इत्यादयः. ऋकारान्तः ऋदुबदाः यदा कृष् वृष् विरुद् शिरुद् वृत् वृद्ध इत्यादयः अवशिष्टाः ये न सन्ति येषु वर्गेषु यदा मील् सीक् बुक् अंश् इत्यादयः आर्धतकलकरेषु कृतन्तेषु च धातूनां मातृदत्तावर्गः अस्मिन् वर्गक्रमे दश धातुगणः न आयाति. विकर्णप्रत्यय अधातुगणस्य धातोः अन्तिमवर्णस्य अनुसृत्य भिन्नः पदः सदृशवर्गः भवति, तदेव पठितवन्तः. परन्तु वर्गे धातुगणं भेदः नास्ति अत्र आदधातुकीलकार्येषु इति दत्तं महोदय. आम् महोदय, उत्तमम्. धन्यवादः महोदय. धन्यवादः महोदय. भगिनी पुष्पा भगिनी पृच्छतु. भगिनी एकः प्रश्नः अस्ति, विद्धति इति धातु कि धातु जुहात्यधिगणे अस्ति तद् वा दद् उपरि आकारान्त इति वर्गीक तस्य उपरि परिचयमस्ति. आं विदधति वि इति उपसर्गपूर्वक धातु ज्वात्यधिगणे बहुवचने साधु अति आगच्छति. सूत्राणि विदधति सत्यं विदधाति विदधाति दत्तः विदधतः विदधति अभ्यासस्य कारणं भवति. तदनन्तरं श्नास्य धा भवति साधु. आं भगिनि अत्र आं भगिनि तत्र तु लक्ष्मी पृच्छतः. भगिनि भगिनि अत्र धाधातोः रूपमेव विधीयते, विधानं, विधिः, एतानि पदानि धा धातोः रूपाणि एव इति मम चिन्तनं. अथवा विहितः अपि तस् तादृशं पदमेव वा? आं भगिनि सत्यम्. आं धा धातोः स्थाने हकारः आगच्छति विहितः कार्यं करोति वा विद् कुत्र कस्यचित् गृहे धातु विदधति इति सरला भगिनी पृष्टः. क्षम्यतां महोदय. पुष्पा भगिनी भवत्याः गृहात् इति मन्ये दूरदर्शनस्य अस्तु अभिना तत्तु विहित हा कथम् आयाति विहिता तद् विहित विहितः धातु आं भगिनि धा एव अस्ति तत्र. किम् अस्ति सूत्रं किमपि अस्ति भगिनि अहं विस्मृतवती. अस्तु अग्रे कोऽपि अहं आद् लक्ष्मी भगिनी गवगम्य अथवा आर्धधातुक प्रक्रियायाम् एकः प्रमुखः विषयः चिन्तनीयः इरागमः. कुत्रचित् तिङन्तेषु कृदन्तेषु च इकारः रूपस्य इकारः रूपस्य मध्ये उपविशति. तस्य च इकारस्य नाम इरागमः. धातुः अपि सेट् स योगः इट् सेट् प्रत्ययः अपि इदनुकूलः चेत् एव इरागमः भवति इति सामान्यनियमः. रूपाणि यथा लृटि वादिगणे भूधातोः भविष्यति, अदादिगणे शी धातोः शयिष्यति शयिष्यते, जुहोत्यादिगणे भ्रु धातोः भरिष्यति, दिवादिगणे नृत् धातोः नर्तिष्यति, स्वादिगणे भ्रू धातोः वरिष्यति, तनादिगणे कृ धातोः करिष्यति, अत्र विभिन्नेषु करिष्यति, अत्र विभिन्नेषु धातुगणेषु इडागमः दृश्यते इत्यनेन सुलभतया अवगम्यते यत् इडागमः भवति न वा इत्यस्मिन् निर्णयावसरे धातुगणस्य न कोऽपि सम्बन्धः. अस्तु भगिनि, अत्र आदधातुकप्रक्रिया परे एकः प्रमुखविषयः अस्ति, तत्तु इडागमः. तिङन्तेषु कृदन्तेषु कुत्रचित् आगच्छति, च इकारः रूपस्य मध्ये उपविशति, तत्तु आगच्छति, तस्य इकारस्य नाम इडागमः इति. अत्र धातु अपि सेट् अस्ति, सा योगः इ इतर एतदाग इत् सा योगः इत् अस्ति चेत् तत्तु सेट् इति प्रत्ययः आगच्छति, तदपि इदानुकूलः अस्ति. इडागमः इति सामान्यनियमः अस्ति. एतद् रूपाणि सन्ति, ब्रादिगणे भूतातो भविष्यति, अगादिगणे शयिष्यति, ज्योत्यादिगणे भ्रूधातो भविष्यति, दिवादिगणे नृत्धातो नर्तिष्यति, स्वादिगणे भ्रूधातो वरिष्यति, तनादिगणे क्रूधातो करिष्यति इति. अत्र विभिन्नेषु तत्तु ते सर्वे गणेषु धातुगणेषु इडागमः सन्ति इत्यनेन वयं सुलभेन इडागमः भवति वा न वा इति अवगम्यम् अथवा निर्णयं कर्तुं शक्नुमः. धन्यवादः भगिनि. अत्र किम् इत्युक्ते भगिनि यथा उक्तम् आर्धातुकप्रक्रियायाम् इडागमः इति चिन्तनं मुख्य अंशः अस्ति. यत्र धातुः सेट् अस्ति, स इट् इतासः इति बहुव्रीहि समासः अस्ति, सेट् इति धातुः यद् सेट् अस्ति, अनन्तरं प्रत्ययः अपि इडानुकूलः अस्ति चेत् इडागमः भवति. यदि धातुः एकमपि धातुः अनिट् न इट् इत्यनेन अनिट् इति, यस्य सः अनिट् इति, यदि धातुः अनिट् अस्ति प्रत्ययः सेट् अस्ति चेदपि इडागमः न भवति. उभौ अपि सेट् धातुः सेट् प्रत्ययः इडानुकूलः अस्ति चेत् उभयत्र इडानुकूलता अस्ति चेत् एव इडागमः भवति. उदाहरणार्थं वृटि अस्ति भविष्यति इति, भूधातुः तु इडानुकूलः अस्ति, सेट् अस्ति, स्य प्रत्ययः तु पुनः इडानुकूलः अस्ति इति कृत्वा भविष्यति इति रूपम् इडागमः तत्र भवति. किन्तु धास्यति पास्यति इत्यत्र आयाति, तत्र तु धातुः अनिट् अस्ति. यद्यपि स्य प्रत्ययः सेट् अस्ति, इडानुकूलः अस्ति, तथापि धातुः अनिट् अस्ति इति कृत्वा तत्र इडागमः नास्ति. यत् कथं जानीमः प्रत्ययः इडानुकूलः वा इडानुकूलः नास्ति वा इति प्रश्ने सति अस्माकं पाणिनीयसूत्राणि सन्ति तदर्थम्. अनन्तरं यत्र धातुः सेट् वा अनिट् वा इति अवगन्तुम् अस्माकं कारिका अस्ति, कारिका अस्ति, काशिका वृत्त्यानिति मन्ये कारिका अस्ति. महोदयः तत् कण्ठस्थीकुर्वन्तु इति उक्तवान्, किन्तु अस्माभिः न कृतं भानुवासरस्य वर्गे. किञ्चित् आवलिः रूपेण अस्ति, आवलिरूपेण, तर्हि तादृशं वयं जानीमः. कारिका अनुसृत्य अस्माभिः अवगन्तुं शक्यते कारिकां दृष्ट्वा. इति विषयः. अनन्तरं विहितः इति भव्य क्षम्यतां, कस्यचित् अपि प्रश्नः आसीत् खलु, तत्र ददातेर् हि इति सूत्रेण हि आदेशः भवति. ददातेः अङ्गस्य हि इत्यस्य इत्ययम् आदेशो भवति तकारादौ किति प्रत्यये परतः. अतः हितः गा प्लस् तः इत्त प्रत्ययः यत्र आगच्छति, हितः, हितवान्, हित्वा इति रूपाणि. 7442 इति सूत्रं तत्तु अर्थं समानं न, हितः समान समानार्थ न, धातोः इत्तप्रत्ययः अस्ति भगिनि. धा इत्युक्ते ददाति इति एव तत्र अर्थः, हितः इति वदनेन अर्थः यः दत्तः इति, यः दत्तः इति तादृशं. सामान्यतया हितम् इति यत्र वदामः तत्र तु लाभाय इति अर्थः, यद् ददाति इत्येव किन्तु अर्थः, धातोः अर्थः तु साक्षात् प्रयोगः. सामान्यतया वयं लौकिक अस्मान् वयं कुत्र पश्यामः चेत् हिताय इति पश्यामः चेत् यत्र सम्यक् ददाति इति कृत्वा प्रायः हिताय इति आगच्छति इति मन्ये, लाभाय भवति इति कृत्वा. आं भगिनि, अत्र धारणपोषण धारणपोषणयोः इति लिखितमस्ति, यथा भवत्या उक्तं समानार्थकमेव. पोषणयोः इति अपि अन्यत् अर्थमपि अस्ति खलु, धारणपोषणयोः डुधाव् इति दत्तमस्ति. प्रायः पोषणयोः इत्यर्थे एव तत्र हितः इति सामान्यतया लोकहिताय इति वयं वदामः खलु. तर्हि आत्म क्षम्यतां, किम् अस्ति विषयान्तरं मया उक्तमासीत्, किन्तु अत्र अस्माकम् आर्धधातुकप्रकरणम् इत्यस्मिन् करपत्रे एतावत्पर्यन्तं यद् दृष्टं तत्र प्रश्नः सन्ति किम् इडागमस्य विषयतः अत्र, किन्तु अधुना तु न आवश्यकः. आदौ तु प्रेरणाते विमुच्यति करपत्रं यदस्ति तस्य कृते तु नावश्यकं, पुनः ये इडानुकूल प्रत्याः यत्र आयान्ति अग्रे आर्धधातुकप्रक्रिया भव वयं पठामः तस्मिन् समये वयं पृथक्तया सूत्राणि इदानुकूलतायाः कृते यानि सूत्राणि सन्ति तद् विस्तृतरूपेण वयं पठेमः. अधुना तु केवलं महोदयेन अत्र उक्तं तावदेव. भगिनि, वयं पूर्वं पठितवन्तः यदा धातु सेत् अस्ति प्रायः अनेका च अस्ति, अन्यत् अस्ति तु प्रायः एका च अस्ति. सो यत् कथं भ्रू इति अनेका च भवति, तत्र केवलं ऋ अस्ति, नृत इति तत्र अपि केवलम् एकः धातु अचवर्ण एकः अस्ति न, तु कथम् अनेका च भवति? कुत्र दृ इति वदति महो भगिनि? अत्र भृ धातु भविष्यति. किम् इत्युक्ते भगिनि, यत्र अनेका च अस्ति चेत् अनेके अचुवर्णाः सन्ति के इत्युक्ते स्वराः अधिकतया एकस्य अधिकम् अस्ति चेत् अनेकाचित् इति वदामः खलु, यदि अनेकाचित् अस्ति चेत् सेत् एव भवति. एकाच् अस्ति चेत् सेत् अपि भवितुम् अर्हति, अनेट् अपि भवितुम् अर्हति. पुनः तत्र एव सामान्यतया अजन्तदातवः सामान्यतया अनिटः भवन्ति, केचन विरलतया एव सेटः भवन्ति, तेषाम् आवलिः अपि महोदयेन रचिता. अनन्तरं हलन्तदातवः सामान्यतया तु सेतः भवन्ति, ये अपवादाः तु सन्ति एव, तेषां तु आवलिः पुनः महोदयेन रचिता. अनन्तरं पुनः वेट् इत्यपि अस्ति, वायिट् इति विकल्पेन सेत् भवन्ति केचन दातवः, तेषामपि भिन्न आवलिः अस्ति. भगिनि, सेत् इति कथं ज्ञायते? सेत् इति कारिका अस्ति भगिनि, कारिका अस्ति, कारिकातः वयं जानीमः, किन्तु अस्माकम् अवगमनाय महोदयेन आवलिः रचिता इति उक्तवती खलु, आवलिः अस्ति. सेत् वा अनित् वा इति ज्ञातुम् आवलिः अस्ति वर्तते. आवल्यः तिस्रः आवल्यः कण्ठस्थीकरणीयाः अस्माभिः अग्रे गत्वा, किन्तु अधुना नावश्यकं प्रेरणार्थम् इत्यस्य कृते नावश्यकम्. ममापि वयं सर्वे तत्रैव किञ्चित् स्थगिताः स्मः. किन्तु महोदयेन यत् प्रतिपादितम् इत्युक्ते कण्ठस्थि कुर्मः चेत् बहु सरलं भवति इति कृत्वा पृच्छतु भगिनि. अत्र अस्मिन् परिच्छेदे इडनुकूलः इति एकं पदमस्ति. साधारणतया वयम् इडानुकूलः तत्र दीर्घं कृत्वा वदामः. अनयोः किं पदं समीचीनतरम् इत्युक्ते इडनुकूलः इडनुकूलः एव भगिनि, वयमेव दोषः अस्ति. इडानुकूलः इति आनुकूलता इति अनुकूलता अनुकूलता समीचीनम् एव उपसर्गक अनुकूल आनुकूलः इति आम् समानार्थः इति मन्ये. केवलं तत्र किम् अस्ति आ इति उपसर्गेण किञ्चित् वैशिष्ट्यं ददाति इति एवम् अस्ति. अस्तु, अत्र अत्र इडनुकूलः इति लिखितमस्ति. आनुकूल्यं तत्र तद्धितान्तं रूपमस्ति अथवा इडानुकूलता अस्ति इति वक्तव्यं वा किमपि? आम् सत्यं भगिनि, तदपि भवितुम् अर्हति. यत्र इदानुकूलः इत्यपि भवितुम् अर्हति, आ इति उपसर्गसहितमपि भवितुम् अर्हति खलु इति मम मतम् अस्ति. इद् अनुकूलः इति साक्षात् इड् अनुकूल इड् योगः अनुकूलः इडनुकूलः इति. अनन्तरम् यत्र वयम् उपसर्गम् उपयोगं कुर्मः चेत् इड् योगः आनुकूलः इति भवति, इदानुकूलः इति. अनन्तरम् आनुकूलता इति अनुकूलः यस्य अस्ति इति कृत्वा आनुकूलता इत्यपि अस्ति. तत्र तु तल् तल् अस्ति खलु प्रत्ययः, तल् प्रत्ययः अस्ति. धन्यवादः. तर्हि अग्रे गच्छेम. अधुना रामप्रिया भगिनी कृपया वदतु अग्रिमकरपत्रं वा भगिनि वा अत्रापि तर्हि आहत्य इति. अस्तु, तर्हि आहत्य सार्वधातुकप्रक्रियायां गणीयचर्चा करणीया. आर्धधातुकप्रक्रियायाम् इडागमविषयः परिशीलनीयः. अस्मिन् पाठे आर्धधातुकलकारान् अवलोकयिष्यामः, अपि च अन्येषां प्रत्ययानां तिङन्तरूपाणि ये आर्धधातुकप्रक्रियायाम् अन्तर्भवन्ति, यथा निजन्ताः, सनन्ताः, यङन्ताः च. आर्धधातुकप्रक्रियायाः अन्तर्गते केचन प्रत्ययाः सन्ति ये वलादिः न सन्ति, तेषां च इडागमः न भवति एव. ते प्रत्ययाः एते निच्, यक्, यङ्, यङ्लुक्, यासुट्. एतेषां चिन्तनं प्रथमतया कुर्मः, अनन्तरमेव इडागमव्यवस्थाः व्यवस्था तथा ते प्रत्ययाः येषाम् इडागमो भवति. अस्तु, अत्र यदा आर्धधातुकप्रक्रियाविषये यदा पश्यामः तत्र इडागमविषयः एव मुख्यविषयः यदा भवती उक्तवती, तत्र अस्माकं कृते वयं तु प्रथमं यत्र इडागमः न भवति तादृशप्रत्ययाः स्वीकृत्य तदेव प्रथमं पश्यामः. अनन्तरमेव यत्र इडानुकूलता अस्ति तादृशप्रत्ययाः विषये चिन्तनं कुर्मः इति अस्ति. तावदेव, तिङन्त अन्येषां प्रत्ययानां तिङन्तरूपाणि यद् अत्र आगच्छति आर्धधातुकप्रक्रियायामे अपि अन्तर्भवति, ते निजन्ताः, सनन्ताः, यङन्ताः च. अग्रे अन्तिमवाक्यम्. अन्तिमवाक्यमस्ति, एतेषां चिन्तनं प्रथमतया कुर्मः, अनन्तरम् इडागमव्यवस्था तथा ते प्रत्ययाः येषाम् इडागमो भवति. तदेव भगिनि, तद् प्रथमं यद् इडागमः नास्ति तेषां चिन्तनं कुर्मः, अनन्तरमेव यत्र इडागमः आगच्छति तादृशप्रक्रियां पश्यामः. धन्यवादः. अग्रे अग्रिमकरपत्रमपि भगिनी आरम्भं करोति किं भगिनि? प्रेरणार्थे निच्. एतावता सार्वधातुकलकाराणां तिङन्तरूपाणि अवलोकितानि. तत्र वैशिष्ट्यं वर्तते यत् शभादयः विधीयन्ते इत्यतः तिङन्तपदस्य ज्ञानार्थं प्रथमप्रश्नः अस्माकं भवति, अयं धातुः कस्मिन् गणे अस्ति? अधुना सार्वधातुकलकारेभ्यः किञ्चित् विरामं स्वीकृत्य ण्यन्तप्रकरणं परिशील्यते. अत्र निचः वैशिष्ट्यं वर्तते यत् अयं प्रत्ययः आर्धधातुकः इति कारणेन गणीयचर्चा नितरां न अपेक्षिता. धातुः कस्मिन्नपि गणे भवतु नाम तस्य ण्यन्तरूपस्य गणेन सह न कोऽपि सम्बन्धः. पठति भवादिगणे, लिखति तुदादिगणे, शालयति तुरादिगणे, प्राप्नोति. ध्वनिः आयाति. प्राप्नोति स्वादिगणे, परन्तु पाठयति, लेखयति, शालयति, प्रार्थयति इत्येषां कृते तिङन्तस्य रूपसाधनार्थं गणस्य आवश्यकता नास्ति एव. एषां गणः अपि नास्ति एव. कस्मिन् गणे इति प्रश्नस्तु न एव उदेति. प्रश्नः तु न एव उदेति. उदेति चेत् तस्य उत्तरं नास्ति हि. तर्हि अस्मिन् करपत्रे सार्वधातुकलकारः यत्र नास्ति तत्र गतिः कीदृशी इति अनेन ण्यन्तप्रकरणे सम्यक्तया ज्ञास्यते. अस्तु, इदानीं प्रेरणार्थे निच् इति पाठः. तत्र सार्वधातुकलकारः इदानीं पर्यन्तं यद् वयं सार्वधातुकलकारणां तिङन्तरूपाणि वयं दृष्टवन्तः, तत्र तु गणभेदः आसीत्. कस्मिन् गणे धातुः अस्ति, केन विकर्णप्रत्ययेन भिद्यते धातुः इति वयं तादृशं चिन्तनं कृतवन्तः. रूपाणि अपि साधितवन्तः, तत्र भेदाः अपि सन्ति इति दृष्टवन्तः. परन्तु इदानीं यदा वयम् आर्धधातुकप्रकरणे स्मः, तत्र तु गणीयभेदः एव नास्ति. यद् यत्किमपि गणः भवतु, तत्र रूपं तु, रूपस्य साम्यं तु अस्ति एव. तत्र गणीयचिन्तनमेव न आवश्यकम् अस्मिन् आर्धधातुकप्रकरणे. किमर्थम् इत्युक्ते तत्र सर्वत्र प्रक्रिया समाना, रूपमपि प्रायः समानम् एव भविष्यति इति कारणतः तत्र गणीयचिन्ता चर्चा किमपि न आवश्यकम् इति दत्तमस्ति. एतद् णिच् इति ण्यन्तप्रकरणम् अस्ति. तत्र वयं प्रथमं तद् स्वीकृत्य पश्यामः चेत् वयम् अवगन्तुं शक्नुमः तत्र आर्धधातुकप्रक्रिया कथं भवति इति. अस्तु भगिनि, सामान्यतया पश्यामः चेत् आर्धधातुकप्रक्रियां यथा महोदयेन उक्तम् आसीत्, इडानुकूलता अस्ति वा इति द्रष्टव्यं. सेट् अनेट् इति इडागमचिन्तनं भवति. अनन्तरं भिन्न अन्यदपि कार्यमस्ति इत्युक्ते धातु आदेशाः अपि भवन्ति. एकस्य धातोः स्थाने अन्यत् धातुः कुत्रचित् आगच्छति. उदाहरणार्थम् अस्माकम् अस् धातोः स्थाने भू आदेशः भवति, यत्र भविष्यति इति अस् धातोः लुट् लकाररूपं तु भविष्यति इति एव आगच्छति. तादृशमपि भवति. तर्हि उदाहरणत्वेन प्रथमं वयं निच् इति पश्यामः चेत् समान, अधिकतया तु समानविषयाः सन्ति, किन्तु प्रत्ययमनुसृत्य किञ्चित् भिद्यते. यत्र यङ् यङ् लङ्कित् भवति तत्र तु द्वित्वकार्यं सर्वम् आगच्छति. किन्तु प्रेरणार्थे निच् इति वयं पूर्वमेव वयं निच् इति प्रत्ययः चुरादिगणस्य कर्तृत्तके वयं चुरादिगणस्य दृष्टवन्तः. समानविषयाः अत्रापि सन्ति, किन्तु अन्यदपि इतोपि अधिकविषयाः अपि अधुना पश्येम वयं. यत्र निच् प्रेरणार्थकनिच्छति अस्ति खलु, तस्मिन् विषये किम् इति पुनः अग्रे सरेम पठामः इति. धन्यवादः भगिनि. अधुना भगिनि पुनः कृपया पठतु भगिनि. सरलभगिनी न पठितवती इति भाति. ओ एवं, सरलभगिनी अस्ति किम्? आमां तु ध्वनिः श्रुता, किन्तु अहं विस्मृतवती. अनोनिमस् इति अत्र आगच्छति भगिन्याः. ओ भगिनी, ओ अहं पेशेण्ट्ला काल् कृतवती, सेटिङ्ग्स् अनोनिमस् कृतवती. विस्मृति भगिनी, कृपया पठतु भगिनी. अस्तु, प्रेणार्थकनिच्छः व्यवस्था. स्वतन्त्रः कर्ता क्रियायां स्वातन्त्र्येण विवक्षतोऽर्थः कर्ता स्यात्. कस्मिन्नपि वाक्ये यः वक्तुः इच्छया स्वतन्त्रतया क्रियां जनयति तस्य कर्तृसंज्ञा भवति. कर्तृसंज्ञाविधायकसूत्रम् इदं स्वतन्त्रः प्रथमान्तं, कर्ता प्रथमान्तं, द्विपदं सूत्रं, कारके इत्यस्य अधिकारः, अनुवृत्तिसहितसूत्रं, कारके कारके स्वतन्त्रः कर्ता. स्वतन्त्रः कर्ता इति सूत्रं वदति यदि क्रियायां स्वतन्त्रेण विवक्षतौ अर्थ कर्ता स्यात्. यदि वक्तुः विवक्षा अस्ति स्वतन्त्रतया क्रियां यत् कर्तुः सहितसम्बन्धः भवति तस्य इति स्वतन्त्रकर्ता भवति. कस्मिन्नपि यः वाक्ये वक्तुम् इच्छया स्वतन्त्रतया क्रियां जनयति, वक्तुम् इच्छति स्वतन्त्रतया तस्य इच्छा अनुसारं क्रिया सह तस्य सम्बन्धं करोति तस्य इति कर्तृसंज्ञा आगच्छति तत्र. तथा बालकः पठति तर्हि पठति क्रियासहेन पठति इति क्रिया अस्ति तस्य तेन सह वक्तुम् इच्छति बालकेन योजति तत्र भवति बालकस्य कर्तृसंज्ञा इति भवति तस्य वक्तुः विवक्षा अनुसारं भवति. कर्तृसंज्ञा विधायकं सूत्रमिदं स्वेतनीसंज्ञासूत्रमस्ति. स्वतन्त्रः प्रथमान्तं कर्ता प्रथमान्तं द्वयोः स्वतन्त्रः कर्ता अपि प्रथमान्तं द्विपदं सूत्रमस्ति. कारके इति अस्य अधिकारः अस्ति कारके स्वतन्त्रः कर्ता इति वदति. अग्रे पठामि. अत्र प्रश्नः अस्ति किम् अत्र सारांशः इत्युक्ते यत्र प्रथमं विषयः प्रथमः विषयः अस्ति सर्वं तु यत्किमपि लोके वयं वाक्यं वदामः सर्वं तु वक्तुः इच्छा अनुसृति एव. अहम् एकं कार्यं सम्भवति लोके अहं तद् दृष्ट्वा मम इच्छा यथा अस्ति तत् तेन रूपेण एव मया वाक्यं क्रियते खलु. उदाहरणार्थम् अहम् एकं कोऽपि क्षालयति तर्हि अहं क्षालनकार्यं दृष्ट्वा अहं किं वदामि अस्तु मम इच्छा अस्ति इति कृत्वा एव अहं तद् वाक्यं तर्हि इच्छा अनुसृत्य वक्तुः इच्छा विवक्षा अनुसृते एव अस्माकं वाक्यानि भवन्ति एव. तर्हि यत्र वक्तुः इच्छा अनुसृत्य तत्तु प्रथमबिन्दुः अस्ति वक्तुः इच्छा अनुसृत्य विवक्षा अनुसृत्य यः स्वतन्त्रेण कार्यं जनयति यः कार्यं जनयति सः कर्ता भवति. तर्हि कार्यं सः एव करोति सः जनयति इति स्मर्तव्यम्. कार्यं करोति इति प्रथमम् अस्ति अस्माकं स्वार्थे यत्र पठितवन्तः सामान्यतया वयं क्षालकः क्षालयति इति सेवकः वस्त्रं क्षालयति तत्र तु स्वयं करोति सः क्षालयति इति अस्ति. तर्हि किम् अस्ति क्रियां जनयति इति कृत्वा सः कर्ता भवति. अनन्तरं प्रेरणार्थम् इच्छति यत्र आगच्छति तत्रापि वयं पश्यामः कर्ता एव कार्यं क्रिया जनयति इति कृत्वा सः अपि कर्ता भवति. स्वयं करोति इति भिन्नविषयः किन्तु यदि सः क्रियां जनयति चेत् सः कर्ता भवति इति तत्र अग्रे पश्येम. तत्तु किन्तु कारकविवक्षायां तु अस्माकमस्ति कारके स्वतन्त्रः कर्ता इति तत्र उक्तमस्ति पाणिनिना. भगिनि वक्तुः कथं वक्तुः भवती उक्तवती सेवक स्वतन्त्रस्य इच्छया स्वस्य इच्छया कार्यं करोति सेवक क्षालय प्रक्षालयति इति यदि वदामः कथं सेवकः वदति अहं मम वाक्यमेव वक्तुः इच्छा विवक्षानुसृतिः एव भवति खलु. यदि अहं पश्यामि किन्तु अहं वाक्यरूपेण न वदामि चेत् तत्र तु वाक्यमेव नास्ति खलु. सः तत्र यत्र अपि वदामि मध्यमपुरुषे अपि वक्तुः इच्छा अस्ति तत्र अपि त्वं करोतु इति अहं वदामि चेत् कोऽपि कार्यं करोति सर्वं तु विवक्षा अनुसृत्य अतः एव व्याकरणलोके व्याकरणलोके वयं सर्वत्र विवक्षा विवक्षा विवक्षा इति पश्यामः. सर्वं तु विवक्षानुसृति एव भवति खलु, वाक्यं तु विवक्षानुसृति एव. यः वदति तस्य मनसि कीदृशभावः अस्ति तदनुसृति अस्ति खलु. तर्हि पूर्णतया वयं स्वतन्त्रः यत्र वदामः स्वयं स्वतन्त्रः इति नास्ति. अस्य विवक्षायाः माध्यमेन यत्र पश्यामः तस्मिन् समये सः कार्यं जनयति इति कृत्वा स्वतन्त्रः इति, तत्र तु तादृश अर्थः अस्ति. वक्तुः स्वयमपि भवितुं शक्नोति. यत्र अहम् इति उत्तमपुरुषवाक्यं लिखामि तस्मिन् समये पुनः यत्र अहं पठामि इति अहं वदामि तत् पुनः मम वक्तुः इच्छा अनुसृत्य अहमेव वदामि, किन्तु मम इच्छा अनुसृत्य अहमेव कार्यं क्रियां जनयामि इति कृत्वा जनयामि इति कृत्वा अहं वदामि अहं पठामि इति वदामि. अहमेव वक्तुः भवामि स्वयं मम विषये अहं वदामि इति कृत्वा. अस्तु किञ्चित् भ्रमातः अस्ति यत्र तदर्थमेव अत्र विवक्षितम् अस्ति. किमर्थम् इत्युक्ते यत्र प्रेरणा अपि निश्चिति आगच्छति. धनिकः सेवकेन वस्त्रं प्रक्षालयति इति पुनः प्रक्षालयति इति नास्ति, पुनः अन्यत् वदामि, कार्यानं चालयति इति. धनिकः किमस्ति सेवकेन कार्यानं चालयति इति, तत्र तु सेवकः एव कार्यानं चालयति खलु. किन्तु यत्र चालयति इति निच्च आगच्छति तत्र तु वाक्ये तु अस्माकं कर्ता अस्ति धनिकः अस्ति. किमर्थम् इत्युक्ते क्रियां जनयति सः एव प्रेरणार्थकः. तत्र तु भिन्न कर्ता द्वयं भवति इति वयम् अग्रे पश्यामः. प्रयोजककर्ता क्रियाजनकत्वं कारकत्वं लेखकः इति यथा लेखं जनयति जनकः इति शिशुं जनयति तथा कारक इत्युक्ते यः क्रियां जनयति क्रियायाः जनकः क्रियानिष्पादकः कारकः. तत्र कारकं षड्विधम् इति प्रसिद्धिः. न केवलं कर्तृकारकं भवति, कर्मकारकं, करणकारकं, सम्पादनकारकम्, अपादानकारकम्, अधिकरणकारकम् अपि कारकाणि. प्रत्येकं कारकं क्रियायाः सिद्धौ साधकं जनकं निमित्तं च तदर्थम् एव कारकमिति नामकरणम्. कारकत्वमिति यथा भवती उक्तवती कर्तुः क्रिया जनयति वक्तुविच्छया. सो क्रियाजनकत्वम् इति तस् भावः भवति. सो तत् भवति कारकत्वं. लेखक इति यथा लेखं जनयति लेखक लेखं लिखति वा लेखं जनयति इति लेखक भवति कर्तृ कारके सः लेखं जनयति. जनकः इति शिशुं जनयति. जनकः वयं पिता अपि माता इति वक्तुं शक्नुमः. जनकः शिशुं जनयति तथा कालक इत्युक्ते क्रियां जनयति. कालक इत्यस्य क्रिया कापि क्रिया जननं भवति तत्कारकं भवति. क्रियायाः जनकः क्रियानिष्पादककारक. यः कोऽपि क्रियायाः जननं करोति वा क्रियायाः जनकं भवति क्रियानिष्पादकः कारकः इति विशिष्टपदानि प्रयुक्त सन्ति. अत्र तत्र कारकं षड्विधम् अतः वयं कारकमिति विभक्ति इति समान वयं वक्तुं शक्नुमः न. कारकम् इति कारकम् इति प्रथमम् अस्ति, तदनन्तरं विभक्ति इति रूपमेव अस्ति खलु, तर्हि प्रत्येकस्य कारकस्य एतादृशविभक्तिप्रयोजनं भवतु इति पाणिनिना निर्दिष्टं, किं लौकिकभाषानुसृत्य पाणिनिः सूत्राणि न रचितवान्, तदनुसृत्य वयमपि प्रयोगं कुर्मः. पाणिनेः उल्लङ्घनमपि पूर्वलेखकाः सन्ति ये उल्लङ्घनं कृतवन्तः. लौकिकभाषायाम् अन्ये अपि प्रयोगाः प्रायः आसन्, किन्तु पाणिनिः प्रसिद्धविषयान् स्वीकृत्य यत् सर्वैः अनेकैः वैयाकरणैः यादृशं कीदृशं रूपम् अङ्गीकृतं तद् स्वीकृत्य पाणिनिः सूत्राणि रचितवान्. किन्तु किम् इत्युक्ते प्रथमं तु कारकम् अस्ति, यः करोति यस्मिन् कार्यं यं कार्यं सम्भवति इति कर्मपदं किम् इति सर्वं द्रष्टव्यं खलु. तदनन्तरं कर्मपदस्य द्वितीयाविभक्ति, कर्तृपदस्य प्रथमाविभक्ति वयम् इति वयं जानीमः. किन्तु प्रथमं तु अस्माभिः किं द्रष्टव्यं, कर्ता कः, कर्म कः, कर्णकारकं किम् इति. अत्र यथा अस्माभिः चर्चितम्, अत्र तु यद्यपि कर्म अस्ति तथापि तत् कारकमेव अस्ति, इत्युक्ते क्रियायाः सम्बन्धः वर्तते किन्तु स्वतन्त्ररूपेण नास्ति. यस्य पदस्य स्वतन्त्ररूपेण क्रियायाः सम्बन्धः भवति तदेव कर्ता अस्ति. पुनः कर्मपदस्य कर्ण इति तृतीयाविभक्त्यां यत् आगच्छति तत्रापि सम्बन्धः तु वर्तते. अन्येषु विभक्तिषु ये पदानि सन्ति तेषामपि सम्बन्धः भवति. अत्र वयम् अन्वयं लिखामः, प्रथमं तु वयं क्रियापदं लिखामः, अनन्तरं साक्षात् कः करोति इति कृत्वा कर्तृपदम् इति स्वीकृत्य लिखामः, तदनन्तरं कर्म इति किं नो चेत् कं काम् इति प्रश्ने सति यत् वयं स्वीकुर्मः तद् कर्म इति वयं जानीमः. अनन्तरं केन इति पृच्छामः, कुत्र इति पृच्छामः, तत्तु सप्तमी विभक्त्यां भवति इति कृत्वा वयं तद् निगृहम् इत्युक्ते अन्वयस्य यदा भवति तथैव सर्वे सर्वानां पदानामपि क्रियायाः सह सम्बन्धः वर्तते किन्तु स्वतन्त्ररूपेण यस्य सम्बन्धः वर्तते तदस्ति कर्ता इति. अन्येषां कारकाणामपि सम्बन्धः अस्ति एव, सम्बन्धः नास्ति इति नास्ति, सम्बन्धः अस्ति, ते अपि कारकाः सन्ति, कारकम् अस्ति इति कृत्वा इति स्मर्तव्यम् इति. अहं चिन्तयामि वयं विभक्ति चिन्तित्वा वाक्यं रचयामः, न तु यथा इदानीमत्र कथमस्ति क्रियाजनकत्वं कारकं भवति तदनन्तरं विभक्ति चिन्तनम् अस्ति इति. विभक्ति अनुसृत्य वयं लिखामः चेत् किं भवति, सामान्यतया पश्यामः चेत् अहं आङ्ग्लभाषया वदामः वयं ऐ स्पीक् इन् संस्कृत इति, किन्तु अस्माकं यदि वयं कारकरूपेण पश्यामः चेत् अस्माकं तु मनसि तादृश भावः भवेत्, कारकं प्रथमं स्वीकृत्य तदनन्तरमेव विभक्तिः आयाति. विभक्ति तु रूपमेव अस्ति, कानिचन कारकम् इति प्रथमं तु क्रियायाः सम्बन्धः विददाति, अनन्तरं विभक्ति तु केवलं रूपम् अस्ति यत् पाणिनिना निर्दिष्टं तावदेव अस्ति. किन्तु सम्बन्धं किं प्रदर्शयति इत्युक्ते कारकत्वेन एव वयम् अवगन्तुं शक्नुमः. रूपं प्रदर्शयति, कारकसम्बन्धः प्रदर्शयति. भगिनी अत्र कारकः इत्युक्ते यः पुरुषः क्रियां जनयति सः कारकः इति लिखितं, पुरुषः इति नास्ति, यत्किमपि प्रायः वस्त्रं क्षालयति, सेवकः वस्त्रं क्षालयति, तत्र वस्त्रम् इत्यपि कारकम् अस्ति, कर्मकारकम् अस्ति तत्र. अत्र कारकं सम्बन्धः अस्ति चेत् कारकम् इति, क्रियायाः यत् सम्बन्धः अस्ति तत्तु कारकम् इति वदामः. भगिनी कथं षष्टिविभक्त्यारूपस्य कारकं न दत्तमस्ति अत्र? नास्ति तत्तु षष्टि किमर्थम् इत्युक्ते पाणिनिना उक्तमस्ति शेषे षष्टि इति उक्तमस्ति, प्रत्येकस्य कारकस्य कृते कानिचन सूत्राणि रचितवान् पृथक्तया, अनन्तरं शेषे षष्टि इति लिखितवान् इत्युक्ते अन्यत्र सर्वत्र षष्टिप्रयोगस्य षष्टे विभक्तेः प्रयोगं कुर्वन्तु इति. तर्हि षष्टिफलिक औत्सर्गिक भण्डारम् अस्ति. कानिचन वाक्यैः तस्य किम् अस्ति, वि केनाट् कन्स्ट्रेन् इट् वित् अ फ्यू एक्साम्पल्स् रैट्. सम्बोधनकारकं नास्ति इति मन्ये, नानि केवलं सप्तकारकाः एव, षड्विधं षड्विधं षष्टि इति अन्यत्र सर्वत्र आयाति. आम् महोदय, कर्ताकारकः कर्ताकारकः द्वयोः अर्थः समानमेव वा? सम्बन्धः, क्रियायाः सम्बन्धः वयं कारकम् इति वदामः. यत्र यः स्वतन्त्ररूपेण यत् कारकम् अस्ति तत्तु कर्ता अस्ति, स्वतन्त्रः कर्ता अस्ति, कारके स्वतन्त्रः कर्ता इति. अन्येक षड्विधाः कारकाः सन्ति, कर्मकारकं, करणकारकम्, अधिकरणकारकम् इति षड्विधाः सन्ति. तेषु यः स्वतन्त्रः डैरेक्ट्लि, हूवर् इस् डैरेक्ट्लि रिलेटेड् टु द वर्ब्, दट् इस् कर्ता इति. सः करोति. सामान्यतया वयं कर्तृत्वके पश्यामः चेत् यः साक्षात् क्रिया करोति, क्रियां जनयति, क्रियां क्रिया करोति, सः तु कर्ता इति वदामः. महोदय, कारकः इत्युक्ते कर्ता इत्युक्ते केवलं क्रियायाः सम्बन्धः एव कारकः सामान्यतया. कर्म अस्ति, कर्मपदम् अस्ति, किन्तु अहं वदामि सेवकः पुनः तदेव वाक्यम् अस्ति, सेवकः वस्त्रं क्षालयति इति अस्ति अस्माकं वाक्यं. सेवकः क्षालयति इत्यस्मिन् तु क्लेशः नास्ति, किन्तु प्रश्नः अस्ति कर्मपदमस्ति वस्त्रं, वस्त्रं वस्त्रं कथं क्रियां जनयितुं शक्नोति इति प्रश्नः तत्र आयाति. तत् तदर्थमेव उक्तवती, क्रियां जनयति इत्युक्ते वयम् अहं वदामि क्षालयति इति अहं वदामि, सेवकः क्षालयति इति प्रश्न इति वदामि चेत् भवान् प्रष्टुमर्हति खलु किं क्षालयति इति. तर्हि कर्मपदेन सह क्रिया क्रियायाः सम्बन्धः वर्तते खलु. इति कृत्वा कर्म. अधुना अकर्मकधातूनां पश्यामः चेत् तत्र तु कर्मकारकमेव न भवति. बालकः हसति इत्यस्मिन् यदि अहं वदामि बालकः हसति इति वदामि, तत्र तु महोदय न प्रष्टुं न शक्यते खलु, महोदयेन कं हसति, कां हसति इति प्रष्टुं न शक्यते. किमर्थम् इत्युक्ते अकर्मकधातुः अस्ति, तर्हि धातुम् अनुसृत्य अकर्मक वा सकर्मक वा भवितुम् अर्हति. कर्मकारकम् इत्युक्ते तत् सम्बन्धः यत् अस्ति इन् दट् क्रिया, इट् इस् पार्टिसिपेटिङ्ग् इन् दट् क्रिया, रैट्? वस्त्रं क्षालयति, सो वस्त्रम् इस् आल्सो पार्टिसिपेटिङ्ग् इन् दट् क्रिया, रैट्? इन् दट् आक्षन् इट्स् अ पार्टिसिपेण्ट् टु दट् आक्षन्, सो इट् कम्प्लीट्स् दट् आक्षन्, रैट्? इट्स् इन् अ वे इट् इस् आल्सो रेस्पान्सिबल् फार् दट् आक्षन्, रैट्? इन् एस् अ कर्मकारकम्, इट्स् नाट् कम्प्लीट्लि नाट् एस् अ कर्ता, इट्स् नाट् डूयिङ्ग् द आक्षन्, बट् इन् द फार्म् आफ़् अ कर्म इट् इस् डूयिङ्ग् द आक्षन्. Not doing, it's participating in the action. Like with Karana as well, as a participant, it is, as a Karana Karakam, it is participating in that action. Adhikarana is also, it is participating in the same action, like, you know, Kridangane Balakaha Kridati. Kridangane iti, if there is a participation of Kridanganam in that Kriya, but only as Adhikarana, not as a Karta. It's not directly doing the verb. Iti. अस्तु, धन्यवादः महोदय. भगिनी, अत्र किञ्चित् भिन्नरीत्या चिन्तनं कुर्मः चेत् अत्र लेखकः इति णुवल् प्रत्ययान्तरूपं, तथा एव कारकः णुवल् प्रत्ययान्तरूपम्. इत्युक्ते णुवल् प्रत्ययान्तरूपाणि साधारणतया कर्तृपदानि भवन्ति वाक्येषु, अत्र लेखकः, कारकः इत्यादीनि पदानि कर्तृपदानि भवन्ति. यथा अत्र महोदयेन पृष्टं, कारकः अपि च कर्ता, तयोः अर्थः तु समानः इति मम चिन्तनम्. इत्युक्ते यः क्रियां जनयति सः कारकः, अथवा क्रियायां यः प्रमुखः अस्ति सः एव कर्ता इति. अनन्तरमपि अस्ति तत्र कारकं षड्विधं अस्ति, षड्विधम् इति प्रसिद्धिः इति उक्तमस्ति खलु. तर्हि अत्र वयं कारकम् इति सत्यमेव, नुल् प्रत्ययः क्रियां जनयति इति कृत्वा कारकम् अस्ति, किन्तु कीदृश कीदृश सम्बन्धः इति भिन्न तत्रैव भेदः वर्तते. साक्षात् स्वतन्त्र स्वतन्त्रत्वेन किमस्ति स्वयं करोति चेत् तत्तु स्वार्थक कृते यः करोति स्वार्थया करोति सः तु सामान्यतया कर्ता इति तस्य नामकरणं सः तु साक्षात् करोति सः एव साक्षात् करोति. किन्तु अन्ये पदानि ये सन्ति वाक्ये अस्माकं वाक्ये उदाहरणार्थं कर्तृकारकं चतुर्थी विभक्ति अपि अस्ति अपादान अपादान अनन्तरं सम्प्रदान इति अपादान अत्र प्रायः साक्षात् तद् कार्यं डैरेक्ट्लि न करोति किन्तु तत् कार्यम् आङ्ग्लभाषा वदामि चेत् इट्स् नाट् डैरेक्ट्लि डूयिङ्ग् दट् वर्ब् एक्सिक्यूटिङ्ग् दट् वर्ब् बट् इट् इस् पार्टिसिपेटिङ्ग् इन् it is also a part of the or it's also contribution is also there in the verb, right? Aham vadami dhanikah nirdhanaya dhanam dadati. So atra nirdhanaya nirdhanah it's in chaturthi vibhakti asti kalu kim asti sampradhana asti tarhi sampradhana iti dadati ityasmin nirdhanah तस्यापि सम्बन्धः अस्ति खलु हि वितौट् वितौट् निर्धन केन् दर्भीय ददाति इट् किनाट् कम्प्लीट् रैट् द वर्ब् इट्सेल्फ् डज़न्ट् मेक् एनी सेन्स् इट् मीन्स् दट् निर्धन सो इट् पार्टिसिपेट्स् इन् दि इन् दि इन् दि डूयिङ्ग् वर्ब् रैट् अदर्वैस् यु नो इन् द वर्ब् डज़न्ट् एक्सिस्ट् एस् वेल् आं भगिनि अत्र तदर्थमेव अहं तादृशं कारकं भवति सो अत्र तु सम्प्रदानकारकं तादृशं तत् ददाति इति क्रियापदं जनयति बट् भिन्नरूपेण साक्षात् इट्स् नाट् डूयिङ्ग् इट् नुल् प्रत्ययः अस्माकं लौकिकभाषायां नुल् प्रत्ययस्य यादृशं वयं चालकः इति वदामः तादृशं नास्ति तस्य सम्बन्धः अत्र कारकम् इति कारकम् इस् अ जेनेरिक् वर्ड् गिवन् इट् यूसस् नुल् प्रत्ययः बट् द डज़न्ट् मीन् दट् इट् इस् अ डूयर् आफ् एव्रिथिङ्ग् द एक्चुवल् वर्ब् इट् जस्ट् मीन्स् इट्स् रिलेटेड् टु द वर्ब् अण्ड् इट्स् पार्टिसिपेटिङ्ग् इन् दट् हेपनिङ्ग् आफ् द वर्ब् आं भगिनि अत्र अत्र पश्यामश्चेत् अत्र वाक्यमस्ति प्रत्येकं कारकं क्रियायाः सिद्धौ साधकम् अथवा जनकम् अथवा निमित्तं च भवति इति अत्र यदि कारकं साधकमस्ति चेत् करणकारकं भवति तदेव वा अत्र तदैव अस्ति भगिनि किन्तु पूर्णतया वक्तुं न ऐ मीन् उदाहरणार्थं महोदयेन वाक्ये शब्दत्रयं प्रयुक्तवान् किन्तु अन्येपि सम्बन्धाः सन्ति खलु निमित्तम् इति पश्यामः चेत् कीदृशं निमित्तम् इति पुनः प्रश्नः आगच्छति प्रायः प्रेरणार्थनिमित्तकं भवितुम् अर्हति नो चेत् सम्प्रदान अस्ति तर्हि प्रायः सः पृच्छति इति कृत्वा निमित्तम् इति वक्तुं शक्यते किम् इति प्रश्नः आयाति तर्हि महोदय अत्र तु यत्किमपि सम्बन्धः भवतु तस्य क्रियायाः जनकस्य कृते जनकं भवति क्रियाजनकं भवति तस्य तु कारकम् इति वदामः किमर्थमित्युक्ते पुनः अस्माकं प्रश्नः एतदेव अस्ति खलु नूल् प्रत्ययः अस्ति यः साक्षात् करोति सः एव कारकः अस्ति इति अस्माकं मनसि अस्ति किन्तु अत्र तु कारकः इति व्याकरणे यत् वदामः साक्षात् सः करोति इति नास्ति तत्र तु यत्किमपि सम्बन्धः अस्ति तस्य तु काण्ट्रिब्यूशन् अस्ति इति वयं गन्तुं शक्नुमः एककस्य कारकस्य किमपि सम्बन्धः अस्ति क्रियायाः कृते इति धन्यवादः क्षम्यता भगिनी पठति अरुणा भगिनी अग्रे पठति क्रियायां स्वातन्त्र्येण विवक्षितो अर्थः कर्ता स्यात् क्रियायाम् इत्यनेन क्रियायाः जनकत्वे कारकत्वे इति फलितार्थः स्वातन्त्र्येण इत्यनेन मुख्यतः प्रधानतः कारकं वक्तुः इच्छायाः अधीने नित्यं भवति इति कृत्वा विवक्षितः अर्थः वक्तु इच्छा चेत् एव कारकं भवति तथा नास्ति चेत् कारकं नास्ति आहत्य क्रियायाः सिद्धौ स्वतन्त्रः वक्त्रा यः उच्यते सः कर्तृसंज्ञको भवति अहं न अवगतं अहं सहायं करोमि भगिनि. अत्र किम् इत्युक्ते काशिकावृत्त्याम् इति आगच्छति, काशिकायाम् अस्ति इति मन्ये. क्रियायाम् अस्माकं तु मूलसूत्रम् अस्ति स्वतन्त्रः कर्ता इति अस्ति, कारके इति अनुवृत्तिः आयाति, तर्हि अनुवृत्तिसहितसूत्रमस्ति कारके स्वतन्त्रः कर्ता इति उक्तमस्ति सूत्रम्. अत्र क्रियायाम् अत्र अस्य सूत्रस्य विवरणं किमस्ति महावशी समितं काशिकावृत्त्यम् इत्युक्तमस्ति इत्युक्ते क्रियायां स्वातन्त्र्येण विवक्षितोऽर्थः कर्ता स्यात् इति काशिकावृत्ति इति मन्ये. एकनिमिषं पश्यामि. क्षम्यतां, लघुसिद्धान्तकौमुदी किं काशिकावृत्ति किं लघुसिद्धान्तकौमुद्यां तु अस्ति सिद्धान्तकौमुदी अस्ति, महाभाष्ये अस्ति किं, कस्य कुतः आगतः? सिद्धान्तकौमुद्याः वाक्यम् इति मन्ये. तर्हि सिद्धान्तकौमुद्याम् उक्तम् अस्ति क्रियायां स्वातन्त्र्येण विवक्षितोऽर्थः कर्ता स्यात्, तदेव विषयः. कारके स्वतन्त्रः कर्ता इत्यस्य विवरणमस्ति क्रियायाम् इत्युक्ते क्रियायाः जनकत्वे इति अर्थः. इन् दि एक्षन् आर् इन् दि हेपनिङ्ग् आफ़् द एक्षन् रैट्, स्वातन्त्र्येण विवक्षितः. विच्वर् इन् एण्टिटि इस् गिवन् इट्स् गिवन् फ्रीडम् इति नास्ति, प्राधान्यम् इति अस्य. महोदयेन अन्यस्मिन् दिने महोदयेन उक्तमासीत् अत्र स्वतन्त्र इति शब्दस्य अर्थः अस्ति प्राधान्यम् इति अस्ति. तर्हि प्रधानत्वेन विवक्षितः यः अस्ति तत्तु कर्ता इति, यत् उक्तमस्ति तत् कर्ता इति. अत्र स्वातन्त्र्यम् इत्यनेन प्रधानत्वम् इति उक्तमस्ति. तर्हि प्रधानरूपेण क्रियायाः जनकत्वे यत् यः प्रधानः अस्ति सः तु कर्ता अस्ति इति. क्रियायाम् इति क्रियायाः जनकत्वे, क्रियायाः जनकत्वे इत्युक्ते अस्माभिः अधुनैव दृष्टं खलु क्रियायाः जनकं कारकः इति मूल् प्रत्ययः इति दृष्टं. तर्हि क्रियायाः जनकम् इत्युक्ते कारकः. तर्हि कारकत्वे जनकत्वम् इति अस्ति. तर्हि कारकत्वे यः स्वतन्त्रेण विवक्षितः इति उक्तमस्ति. स्वतन्त्रेण इति अत्रैव उक्तमस्ति खलु, स्वतन्त्रेण इत्यनेन मुख्यतः प्रधानतः इति अर्थः अस्ति. अत्र तु स्वतन्त्रेण फ्रीडम् सः किमपि कर्तुं शक्नोति इति नास्ति, बिकास् द विवक्षानुसृत्य अस्ति वाक्यं. वक्तुः इच्छानुसृत्य एव वाक्यम् अस्ति. अस्तु, वक्तुः इच्छानुसृत्य वाक्यं सम्भवति तस्मिन् वाक्ये यः प्रधानमूल मूलस्वरूपं स्वीकरोति, मुख्यतः विवृणोति भक्ता यः प्रधान. अधुना अहं वदामि, माता पुत्रं ताडयति शिशुः रोदति. यदि मम वाक्यं माता ताडयति इति अहं दृष्ट्वा वदामि चेत् माता ताडयति, माता भवति कर्ता. किन्तु अहं शिशुः रोदिति इति वदामि चेत् शिशुः कर्ता भवति तस्मिन् वाक्ये. तर्हि वक्तुः इच्छा अनुसृत्य यः मुख्यप्रधान रोल् स्वीकरोति सः तस्यैव अर्थः अस्ति, तदेव अत्र विवक्षितः अस्ति. किम् इत्युक्ते स्वातन्त्र्येण इति पदेन, विच् होर् आकुपैस् अ इम्पार्टेण्ट् रोल् दट् इस् कर्ता इति. तर्हि कारकं वक्तुः इच्छायाः अधीने नित्यं भवति. अत्र उक्तमस्ति महोदय, कारकं यत्र वयं कस्मिन् माता शिशुं ताडयति इति अहं वदामि चेत् अत्र तु माता कर्ता अस्ति, शिशुः कर्मपदमस्ति, कर्मकारकमस्ति. यदि अहं शिशुः रोदिति इति वदामि चेत् शिशुः कर्ता भवति मम वाक्ये. तर्हि कारकं तु वक्तुः इच्छायाः अधीने एव नित्यं भवति इति. इट् इस् बेस्ड् आन् दि पर्सन् हू इस् टेलिङ्ग् द सेण्टेन्स् आर् रैटिङ्ग् द सेण्टेन्स् इति कृत्वा विवक्षितोऽर्थः इति. वक्तुः इच्छा एव विवक्षा अस्ति खलु, तर्हि विवक्षितः अर्थः बेस्ड् आन् वाट् एवर् द पर्सन् इस् रिप्रसेण्टिङ्ग् हूवर् इस् टेकिङ्ग् द इम्पार्टेण्ट् रोल् इन् दट् सेण्टेन्स् दट् इस् अ कर्ता. वक्तुः इच्छा चेत् इयं कारकं भवति. सो बेस्ड् आन् हौ ऐ वाण्ट् टु रेप्रसेण्ट् ईच् आफ़् दि एण्टिटीस् इन् मै सेण्टेन्स् टेक् अ पर्टिक्युलर् कारकं. यत्र माता शिशुं ताडयति तत्र तु माता इति in that sentence I want to give mata the importance, right? So it becomes a karta. Mata is doing the action, so mata becomes important. Shishu is takes a karmakarakam. Then though it is related in the kriya janakam, it just takes a karmakarakam, because I determine that to be, because it's my sentence, I determine vaktuh icchan shteva bhavati. यदि अहं शिशुः रोदिति शिशुः रोदिति इति वदामि चेत् मम तु अहं तु शिशुं ददामि प्रधानता, तर्हि ऐं सेङ्ग् शिशुः सः रोदिति इति वदामि अहं. तर्हि वक्तुः इच्छा चेदेव कारकं भवति. यदि अहं न वदामि एव कुत्र ताडयति, गृहे ताडयति इति अस्ति, माता शिशुं गृहे ताडयति, अहं गृहे इति वक्तुमेव न इच्छामि, तर्हि किं भवति? तत्र अधिकरणकारकमेव मम वाक्ये नास्ति एव. वक्तुः इच्छा अनुसृत्य एव कारकं भवति. अहं न वदामि चेत् तत्र कारकमेव नास्ति. करणकारकं तु न उक्तवती प्रायः. किम् अस्ति, किं स्वीकृत्य, दर्वीं स्वीकृत्य ताडितवती इति वक्तुं शक्यते. ताडयति, दर्व्या ताडयति इति शिशुं बालकम् इति वदामि. क्रूयल् मदर्. तर्हि दर्व्या ताडयति, तत्र अहं न दर्व्या इति न वदामि चेत् मम इच्छा नास्ति, दर्वी इति पदस्य उपयोगम् अहं न करोमि इति अहं चिन्तयामि चेत्, केवलं माता ताडयति वदामि चेत् तत्र कर्मकारकमपि नास्ति, करणकारकमपि नास्ति, उपादानकारकमपि नास्ति. मम तु वाक्ये तु किमपि अन्यत् कारकमेव नास्ति खलु. तर्हि सर्वं वक्तुः इच्छा नास्ति एव इति सारांशः. आहत्य क्रियायाः सिद्धौ स्वतन्त्रः इत्युक्ते यः मुख्यपात्रं विददाति, वक्त्रा यः उच्यते सः कर्तृसंज्ञकः भवति. यः मुख्यपात्रं स्वीकरोति, प्रधानः अस्ति, सः सकर्तृकारकम् इति. तर्हि स्वतन्त्रः कर्ता, भ्रमः मास्तु, फ्रीडम् इति नास्ति अत्र. अत्र तु केवलं प्रधानः इति, प्रधानपात्रं यः स्वीकरोति सः कर्ता इति. क्रियाजनकत्वे प्रधानपात्रं यः स्वीकरोति सः कर्ता इति. माता ताडयति, माता शिशुं ताडयति, माता एव कारकः न? अधुना मम वाक्यम् अस्ति, मम वक्तुः इच्छानुसृत्य खलु. अहं वक्तुमिच्छामि शिशुः रोदिति, ताडनविषये अहं न वक्तुमिच्छामि. अहं तु शिशुः रोदिति इति वदामि मम वाक्यं. तत्र तु माता एव नास्ति खलु. अनन्तरं मम वाक्यम् अस्ति माता, पुनः तदेव उक्तवती खलु, शिशुं किम् अस्ति गृहे, किं गृहे किम् अस्ति, पादौ किं भगिनि, कपाले ताडयति, कपाले कपाले इति न वदामि चेत् तत्र दर्वी इति दर्व्या. यद् अहं वक्तुम् इच्छामि तदेव अहं वदामि. यदि अहं वदामि यः वक्ता अस्ति सः यदा वदति तस्मिन् समये एव कारकमपि उद्भवति, नो चेत् कारकमेव नास्ति खलु. किमपि न वदामि चेत् कुत्र कारकं भवति? वाक्यमेव नास्ति खलु भगिनि, तादृशं. तर्हि अस्माकं वाक्यं सर्वं तु व्याकरणे सर्वत्र तु वयं वक्तुः इच्छा विवक्षा विवक्षा विवक्षा इत्येव पश्यामः. सर्वं तु विवक्षा न श्रुते इति मम अवगमनं. अन्ये अग्रे गच्छामः किम्? वाक्य पङ्क्तिद्वयं पठित्वा तावत्पर्यन्तम् अहं मन्ये महोदय पाठितवान् इति मन्ये. एतावत्पर्यन्तं प्रश्नः अस्ति किम्? कस्यापि अहं प्रयत्नं करोमि. लक्ष्मी भगिनी कृत्वा पठति किम्? आं भगिनि, देवदत्तः काष्ठैः अग्निना ओदनं स्थाल्यां पचति इति वाक्ये पञ्चकारकाणि सन्ति, सर्वाणि अपि पचनक्रियां प्रतिजनकानि, किन्तु देवदत्तः एव वक्त्रा मुख्यरूपेण प्रकटीकृतः इत्युक्ते विवक्षितः, तदर्थं स्वातन्त्र्येण इति उक्तं. स्वं तन्त्रं यस्य इति स्वतन्त्रः नाम कुविन्दः. आशयः एवं यः मुख्यः प्रधानः. तर्हि यद्यपि उक्ते वाक्ये पञ्चकारकाणि क्रियाजनकानि सन्ति, किन्तु देवदत्तः एव प्रमुखः मुख्यः. क्षम्यतां, किमर्थमिति चेत् पञ्चसु कारकेषु देवदत्तः एव, अन्यानि कारकाणि अनवलम्ब्य. स्वतन्त्रतया तानि उपयुज्य पचनक्रियां जनयति. अस्तु, अत्र वाक्यमस्ति, देवदत्तः काष्ठैः अग्निना ओदनं स्थाल्यां पचति. यथा भवत्या उक्तं पूर्व उदाहरणं स्वीकृत्य उक्तवती, अत्रापि देवदत्तः अस्मिन् वाक्ये कर्तृपदमस्ति. काष्ठैः तृतीया बहुवचनान्तरूपमस्ति काष्ठम् इत्यस्य. अग्निना इति पुनः उपकरणमस्ति तृतीयाविभक्त्यन्तरूपम्. ओदनं कर्मपदमस्ति, अत्र द्वितीयान्तं रूपम् अस्ति. स्थाल्यां सप्तम्यन्तं रूपम् अस्ति स्त्रीलिङ्गे. पचति इत्युक्ते अत्र देवदत्तः पचति इति लघुवाक्यं स्वीकुर्मः चेत् अत्र देवदत्तः एव सः मुख्यरूपेण विवक्षितः अत्र. अत्र एतानि पञ्चकारकाणि अपि क्रियाजनकानि, सर्वाणि अपि क्रियाजनकानि एव, किन्तु एकमेव अत्र मुख्यकारणं कारकम् अस्ति, तदेव कर्तृकारकं. कर्ता एव अत्र मुख्यः अथवा प्रधानः इति वदामः. अत्र स्वतन्त्रः इति पदं कथमागतम् इत्युक्ते, स्वं तन्त्रं यस्य सः स्वतन्त्रः इत्व्यक्ते अहं चिन्तयामि बहुव्रीहिसमासः अस्ति इति भाति. अत्र कुविन्दः इत्युक्ते वस्त्रनिर्माता इति, अथवा अन्यानि पदानि वक्तुमिच्छामश्चेत् तन्तुवायः अत्र तथा. अत्र कुविन्दः वस्त्रं निर्माति. अत्र यद्यपि पञ्चकारकाणि सन्ति क्रियायाः निष्पादनार्थं, क्रियासिद्धौ यद्यपि पञ्चकारकाणि सन्ति, तेषु प्रमुखः कर्ता एव. अत्र देवदत्तः एव प्रमुखः. किमर्थमित्युक्ते एतेषु पञ्चकारकेषु देवदत्तः एव, अन्यानि कारकाणि अनवलम्ब्य इत्युक्ते अन्येषां कारकाणाम् आवश्यकतां विना कार्यं कर्तुं, स्वतन्त्रतया कार्यं कर्तुं शक्नोति इत्युक्ते पचनक्रियां जनयितुं शक्नोति देवदत्तः. अतः सः स्वतन्त्रः कर्ता इत्यनेन कर्तृकारकम्. अत्र कुविन्दः कथं दीयते? कुविन्दः इति यः भगिन्या अत उक्तं, भगिनी उक्तवती खलु, यः तन्तुवायः उदाहरणार्थं क्रिया अस्ति, तत्तु वस्त्रम् इति चिन्तयतु, वस्त्रनिर्माणरूपेण स्वयं तन्त्रम् इति सः चिन्तयित्वा स्वयम् उपयुज्य सः कार्यं करोति खलु. सेवकः प्रक्षालयति, सेवकः तु स्वम् एव उपयुज्य क्षालयति खलु इति कृत्वा सः स्वतन्त्रं यस्य सः स्वतन्त्रः इति अर्थः आगच्छति. इत्युक्ते हि इस् यूसिङ्ग् हिम्सेल्फ़् रैट् इति कृत्वा, यः स्वयम् उपयुज्य कार्यं करोति सः तु स्वतन्त्रः अस्ति. माता ताडयति इत्यस्मिन् माता स्वयम् उपयुज्य बालकं ताडयति, किन्तु बालकः तु माता यत्र माता ताडयति इत्यस्मिन् वाक्ये बालकः तु स्वयं तं स्वम् उपयुज्य किमपि न करोति खलु, केवलं इस् अ रिसीविङ्ग् एण्ड् रैट्. अण्ड् देन् यद्वयं दर्व्या इति वदामि, दर्वी तु स्वयं किमपि न करोति खलु, केवलं माता एव करोति इति कृत्वा शब्दः कुतः आगतः स्वतन्त्रः इति वा, शब्दः कुतः आगतः इत्युक्ते यदि वयं क्रिया वयं किमस्ति वस्त्रनिर्माणम् इति चिन्तयामः, तादृशम् इति चिन्तयामः चेत् स्वयं स्वं किमस्ति तन्त्रम् इति उपयुज्य स्वतन्त्रम् अस्ति यस्य सः स्वतन्त्रम् इति तादृशः अस्ति. अग्रिमपङ्क्तिं प्रश्नः नास्ति चेत् अग्रिमपङ्क्तिमपि पठित्वा विरमामः. कस्य क्रमः आसीत्? मणिमहोदय पठति किं महोदय कृपया. महोदय, स्वतन्त्रतया इति कथनस्य आशयः कर्तृकारकः देवदत्तः पचनक्रियां जनयितुं सक्रियः भवति सर्वप्रथमं. यदा अन्यानि कारकाणि क्रियाशीलः न, अपरेषां चतुर्णां कारकाणां प्रवृत्तः निवृत्तः च कर्तुः अधीने, किन्तु तत्र कर्तुः कारकः देवदत्तः स्वतन्त्रतः, कर्तृकारकः अन्येषां कारकाणां प्रतिनिधिः भवितुम् अर्हति, किन्तु अन्ये कारकाः तस्य प्रतिनिधिः न भवितुम् अर्हन्ति। अन्यानि कारकाणि न सन्ति चेदपि कर्तृकारकः क्रियां जनयितुं पारयति, तदा देवदत्तः आस्ते देवदत्तः शेते देवदत्तः पचति इति। अत्र स्वतन्त्रतया इति उक्तं, तस्य अर्थः किम् इत्युक्ते अर्थः अथवा कारणं किम् इत्युक्ते अत्र कर्तः देवदत्तः अस्ति, प्रचनक्रियाम् एव पचति, क्रियामेव जनयति, परन्तु अन्याः ओदनं कोसे अग्नि शाल्याम् इति अपि कर्ता इति उक्तं, परन्तु अत्र कर्तुः देवदत्तः स्वतन्त्रतया करोति, अतः देवदत्तः एव कर्तुः इति वदामः इति। कर्तुः कारकः अन्येषां कारकाणि प्रतिनिधिः भवितुम् अर्हति, परन्तु अन्य कारकाणि कारकाः प्रतिनिधिः न इति, किमर्थं चेत् स्वतन्त्रतया वक्तुम् इच्छति देवदत्तः, अतः देवदत्तः एव कर्तुः इति। अनन्तरम् अन्यानि कारकाणि न सन्ति चेदपि कारकः जनयितुं पारयति, इत्युक्ते अन्यानि कारकाणि विना अपि अनवलम्बिम्बेति पूर्वपर दत्तं, देवदत्तः कार्यं कर्तुं शक्यते, देवदत्तः आसे चेत् देवदत्तः पचति इति, विना अग्निकोशैः ओदनं शाल्यां कारकाणि विना अपि देवदत्तः कार्यं कर्तुं शक्यते, अतः स्वतन्त्रतया कार्यं कर्तुं शक्यते देवदत्तः, अतः देवदत्तः एव कारकः कर्तृकारकः इति वदामः। तदेव मम अवगणं महोदय। आम् तदेव अस्ति महोदय। पुनः माता पुत्रं ताडयति इत्यस्मिन् दर्व्या पुत्रं ताडयति इति उक्तवती, यदि माता अहं दर्वी न उपयुज्य न करोमि, अहं तु हस्तेन करोमि इति चिन्तयित्वा हस्तेनपि कर्तुं शक्यते खलु, तर्हि दर्वी इत्यस्य पात्रमेव नास्ति तस्मिन् वाक्ये, माता एव करोति इति, माता एव करोति इति कृत्वा दर्व्याः आवश्यकं नास्ति, अधुना हस्तेन ताडयति इति वक्तुं शक्यते खलु, इति कर्तुं शक्यते, तर्हि तत्र स्वतन्त्रता अस्ति मातायाः, मातुः स्वतन्त्रः स्वतन्त्रता अस्ति, सा एव निर्णयति खलु, यद्यपि अहं विवक्षा तु मम अस्ति, वक्तुः इच्छा अनुसृत्य अहं वाक्यं वदामि, किन्तु तत्र किं किं कारणं कारकं कस्मिन् वाट् रोल् इट् प्लेस् देट् इस् डिटर्मैन्ड् बै माता अस्ति खलु, सा एव निर्णयं करोति इति कृत्वा पात्रदायकं किं किं तस्मिन् कारके पात्रदायकं भवतु इति सा एव निर्णयति खलु, इति कृत्वा सा एव स्वतन्त्र तस्याः एव स्वतन्त्रता अस्ति इति कृत्वा सा एव कर्ता भवति माता इति एव। अनन्तरं महोदयेन यथा उक्तम् अस्माकम् अहम् एतदेव एतत् क्रियं न करोमि, ताडनकार्यम् अहं न करोमि, केवलम् उपविशामि इति चिन्तयति चेत् माता उपविशति इति आगच्छति वाक्यं, मम वाक्यं, तर्हि तत् पचनक्रिया एव न भवति खलु, यत्किमपि कर्तुम् इच्छति तत् कर्तुं शक्यते खलु इति, तादृश मुख्यपात्रम् अस्ति इति कृत्वा तस्याः स्वं तन्त्रम् अस्ति इति कृत्वा स्वयं निर्णयति, यत् अहं पश्यामि अनन्तरं किं कारकं विजेक् मम वाक्यं तु मम अधीने अस्ति, विवक्षानुसृत्य भवति, कारकं भवितुम् अर्हति किन्तु कारकं वाक्ये भवितुं भवति वा इति विवक्षानुसृत्य भवति, वक्तृ अनुसृत्य। अस्तु अग्रे प्रश्नः नास्ति चेत् विरमामः किं मङ्गलवासरे एतावत्पर्यन्तमेव दृष्टं खलु अस्तु भगिनी तदपि तर्हि कुर्मः धन्यवादः पुष्पा भगिनी पठति किं भगिनि अस्य सर्वस्य दर्शनेन तदेव न आं भगिनि अस्य सर्वस्य दर्शनेन एवं भाति यत् कर्ता सचेतनः भवेत् किन्तु यथोक्तं कारकं वक्तुम् इच्छायाः अधीने भवति तदर्थं प्रसिद्धवाक्यमस्ति विवक्षातः कारकाणि भवन्ति अतः पचनक्रियायां यदा देवदत्तस्य स्वतन्त्रता प्रधानता विवक्षिता तदा देवदत्तः पचति इत्यस्मिन् देवदत्तस्य यदा स्थाल्याः स्वतन्त्रता प्रधानता विवक्षिता तदा स्थाली पचति इत्यस्मिन् स्थाल्याः अस्तु अस्तु कर्तृसंज्ञा भवति स्थाल्याः कर्तृसंज्ञा भवति अनेन स्पष्टं भवति यत् कर्तुः स्वतन्त्रता वक्तुः इच्छाम् अवलम्ब्य भवति तत्र कर्तुः चेतना अस्ति एव इति नास्ति कर्ता प्रमुखः भवति क्रियायाः साधने इति पर्यवसितम् अस्तु अत्र विवरणं कृतं न सर्वस्य दर्शनेन ते सर्वे देवदत्तः किं कृतम् एतत् सर्वे दर्शितं तद् दृष्ट्वा एतद् भाति कर्ता सचेतनः भवेत् तत्तु लिविङ्ग् न तत् तदेव लिविङ्ग् कथं संस्कृते वदामि सचेतन एव जीवितः जीवितः अस्ति चेत् कर्ता भवति इति वदति तत्र यथोक्तं तथा नास्ति किम् इत्युक्ते सचेतना अस्ति चेत् कर्ता भवति इति नास्ति अत्र किम् उक्तमस्ति चेत् पुनः मम वाक्यम् आसीत् माता दर्व्या पुत्रं ताडयति इति आसीत् खलु अनन्तरं माता चिन्तयति अहं स्वतन्त्रता अस्ति खलु मातुः कृते तर्हि माता चिन्तयति दर्वी मास्तु अहं हस्तेन ताडयामि इति कृत्वा हस्तेन ताडयति अधुना किम् इत्युक्ते मातुः अधीने अस्ति किं किं किमस्ति किं पात्रं स्वीकर्तुम् अर्हति इति मातुः अधीने अस्ति किन्तु वक्तव्यं वा न वक्तव्यं वा इति मम अधीने अस्ति खलु तर्हि यत्किमपि यत् तृतीयाविभक्त्यन्तम् अस्ति तत्तु मया एव भवति खलु मम वाक्यं यदस्ति तदेव उदाहरणार्थम् अहं वदामि अहं तु कानिचन दिनानि मया होटेल् मध्ये अतीतानि वयम् अत्र यदा नूतनतया अहं यु एस् आगतवती तस्मिन् समये मम स्थालिका आसीत् एकं किमस्ति फोर् फोर् वुड् वि से फोर् अ पेन् करण्डकः इति मन्ये खलु करण्डकः तु एलेक्ट्रिक् करण्डकः आसीत् अधुना तादृशम् इति चिन्तयामः तर्हि करण्डक् अहं करण्डकेन पचामि इति वक्तुं शक्नोमि अहम्, एलेक्ट्रिक् करण्डकेन अहं पचामि इति वक्तुं शक्नोमि, किन्तु यदा वयम् अन्नं सर्वं तस्मिन् स्थापितवती तदनन्तरं कः पचति? स्वयं पचति खलु, तर्हि अहं स्वयं करण्डकः पचति इत्यपि वक्तुं शक्यते खलु. वक्तुम् इच्छे अनुसृत्य करण्डकेन पचति, माता करण्डकेन पचति इति वाक्यम् अस्ति, अस्तु एलेक्ट्रिक् करण्डकम् अस्ति तदुपयुज्य माता पचति अस्ति. अधुना सर्वं तत्र स्थापयित्वा माता गच्छति, तदनन्तरं किं भवति? एलेक्ट्रिक् करण्डकः अस्ति, स्वयं पचनकार्यं करोति. तर्हि करण्डकः पचति इति वाक्यमपि साधु एव खलु. यद्यपि करण्डकः इति पेन् इति तु सम्यक् करण्डकः अस्ति, किं पेन् इत्यस्य भगिनि कटाहः भगिनि करण्डकः कटाहः बास्केट् इति दत्तमस्ति करण्डकः इत्युक्ते, किन्तु कटाहः इत्युक्ते सम्पेन् पेन् इति अस्तु, कटाहः अस्ति, कटाहः प्रः विद्युत्कटाहः यथा उक्तवती, तर्हि कटाहः पचति इत्यपि समीचीनमेव खलु. माता तु सर्वं स्थापयति, कटाहे स्थापयति, किन्तु कटाहः एव पचति खलु, पचनकार्यं करोति, तर्हि कटाहः पचति इति तु सत्यमेव. तर्हि कटाहः तु चेतनः नास्ति, तथापि तत्र अस्मिन् वाक्ये कटाहः पचति इति विवक्षा वक्तुः इच्छानुसृत्य अहं वदामि चेत्, विवक्षानुसृत्य अहं वदामि चेत् इति अहं वदामि कटाहः पचति इति वदामि, तत्तु सत्यमेव वाक्यं. तत्र कर्ता किम् अस्ति? अचेतनकटाहः अस्ति, पचनक्रियां जनयति इति कृत्वा सः कर्ता भवति. तर्हि अचेतनः चेतनः अचेतनः इति भेदः नास्ति कर्ता इति शब्दे. यः प्रधानः पचनक्रियायां यः प्रधानः अस्ति सः कर्ता अस्ति, तत्तु विवक्षानुसृत्य यत् सर्वं वाक्यं तु विवक्षानुसृत्य, कारकमपि विवक्षानुसृत्य. किमर्थम् इत्युक्ते यदि अहं तृतीया विभक्तेः एव प्रयोगं न करोमि चेत्, अपादानं किमपि अस्ति तस्यापि अहं न वदामि चेत् तत्र तु तस्मिन् वाक्ये तत् कारकं न भवति एव खलु इति कृत्वा. अस्तु, प्रश्नः एतावत्पर्यन्तं नाम कर्ता कः इति अस्माकं किमर्थम् अधीतानि इत्युक्ते अग्रे गत्वा किञ्चित् अस्माभिः यत्र अस्माकं प्रयोजकर्ता प्रयोजनकर्ता इति आगच्छति तत्र स्पष्टं भवति विषयः, नो चेत् भ्रमः जायते इति कृत्वा कर्ता कः इति विस्तृतरूपेण दृष्टम्. अत्र स्थाली पचति तदेव स्थाल्याः कर्ता भवति, सत्यं भवति स्थालीकर्ता भवति, अधुना स्थाली पचति चेत् स्थालीकर्ता भवति. अस्तु अस्तु भगिनि, किमपि वक्तव्यं खलु लक्ष्मी भगिनि, भवत्याः किमपि न अत्र यदा वयं स्थाल्यां पचति इति वदामश्चेत् वाक्यं समीचीनं भवति, किन्तु अस्माकं यथा भवत्या उक्तम् अस्माकं विवक्षा एव स्थाली पचति इति साधुवाक्यं वा? साधुवाक्यं तदेव, तदर्थमेव उदाहरणं दत्तवती खलु, स्थाली पचति विद्युत् स्थाली इति चिन्तयतु, तदेव कटाहः इति स्वीकृत्य मया उक्तमासीत्, कटाहः पचति, स्थाली पचति इत्यपि साधु एव, प्राबब्लि एलेक्ट्रिक् स्थाली भवितुम् अर्हति खलु. एलेक्ट्रिक् किम् अस्ति स्थाली, किं चपाति मेकर् अपि अस्ति खलु स्थालीरूपेण, तादृशम् अपि भवितुम् अर्हति खलु स्थाली पचति इति. वक्तुः इच्छानुसृत्य एव तत्तु भवति खलु, यदि अहं तु माता तु स्थापयति इति चिन्तयतु, अहं स्थाली पचति इति वक्तुं शक्यते, मया वक्तुं शक्यते, नो चेत् माता पचति इति साधु एव, किन्तु विवक्षानुसृत्य एव वाक्यं भवति. अहं स्थाली पचति इति वक्तुं शक्नोमि, माता पचति इत्यपि वक्तुं शक्नोमि, स्थाल्यां पचति इत्यपि वक्तुं शक्नोमि, स्थाल्या पचति इत्यपि, स्थाल्या पचति, स्थाल्यां पचति इत्यपि विवक्षानुसृत्य एव भवति. तर्हि कारकं तु विवक्षानुसृत्य, कीदृशं मम दृष्टिः कीदृशम् अस्ति, मम मनसि किम् अहं चिन्तयामि इति कृत्वा तदनुसृतिः एव भवति खलु कारकम्. इत्युक्ते अत्र आहत्य स्थाल्याः स्वतन्त्रता प्रधानता इति मन्यामहे चेत् स्थाली पचति इत्यस्मिन् वाक्ये स्थाली इत्यस्य कर्तृसंज्ञा भवति. स्थाली एलेक्ट्रिक् स्थाली अस्ति, स्वयं पचति इति कृत्वा स्थाली तु कर्ता एव अस्ति, स्वतन्त्रतया पचति. किमपि अन्यः माता तु किमपि कार्यं न करोति खलु तस्मिन्, केवलं शाकान् तत्र स्थापयति, माता तु गच्छति, किन्तु स्थाली स्वयं पचति खलु इति कृत्वा तादृशमपि वक्तुं शक्यते खलु. अत्र पूर्वस्मिन् परिच्छेदे जनयितुं पारयति इति दत्तमस्ति. जनयितुं पारयति इत्युक्ते जनयितुं शक्नोति इति अर्थः वा? आम् इति मन्ये भगिनि. आम् अस्तु. भगिनी सम्भाषणसंस्कृतस्य कृते अधिकम् अवधानं ददाति, तर्हि भवत्याः अहम् अधिकतया पठामिमेव. नूतनशब्दानः चित्वा भगिनी स्मरति. पार इति, क्षम्यतां भगिनि, पार इति अस्माकं दशमगणस्य धातुः अस्ति, कर्मसमाप्तौ इति अर्थे पारयति इति रूपम्. अस्तु, पारयति इत्युक्ते भगिनी किम् उक्तमासीत्, कारयति इति एव, करोति, कारयति, कर्मसमाप्तौ इत्युक्ते कारयति, कर्मसमाप्तौ करोति खलु, करोति, शक्नोति इति तदपि तदपि कार्यमपि वक्तुं तादृश. इत्युक्ते चुरादिगणीयधातुः वा? आं, दशमगणीयधातुः अस्ति पार इति. अस्तु, अत्र प्रू पुनः वदतु भगिनि. अत्र पार इति धातुः कर्मसमाप्तौ इति अर्थे दशमगणीयधातुः. अस्तु, उभयपदी अपि. आम्, उभयपदी इति. आम्, स्मरामि एतद् नूतनशब्दानपि, नूतनः अस्ति तदेव शब्दानाम् अध्ययनं अन्वेषणं भवतु इति. सामान्यतया वयं न उपयुज्यते, प्रथमवारम् अस्माकं करपत्रे एतत्तु प्रथमवारं पारयति इति, अतः एव अहम् अन्वेषणं कृतवती पारयति इत्युक्ते किम् इति. भगिनि लक्ष्मी भगिनि मन्त्रे भवत् त्योः किमपि आवलिः अस्ति किं, कर्मपदानां नूतनक्रियापदानां किमपि आवलिः वर्तते किम्? न भगिनि, मम पार्श्वे नास्ति. मम एल्वन् वर्गे किञ्चित् अध्ययनं कुर्मः इति कृत्वा पृष्टवती. कस्यापि समीपे अस्ति किं सरला भगिनी भवत्याः समीपे? क्रिया एव आवश्यकं वा भगिनि? क्रियापदं क्रियारूपं, प्रथमं तु लट्लकार एकवचनरूपम् इति अयम् अध्ययनं अहं प्रेषयामि भगिनि. शत दातवः सन्ति, लट् रूपे एव सन्ति, अहं प्रेषयामि भगिनि. किं भगिनि? भगिनि, तत्र संस्कृतभारत्याः करपत्रम् अस्ति, तस्मिन् करपत्रे तु 36 एव अस्ति भगिनि, तावदेव अस्ति, तत्र बहु किमपि नास्ति. अनन्तरं वयं तु जानीमः एव तत्, वयं जानीमः, मम अपि पठनाय अहं पृच्छामि. न, अहं प्रेषयामि, मम पार्श्वे अस्ति, अहं प्रेषयामि. रनिङ्ग् डाक्युमेण्ट् इति रूपेण वयम् एकनिमिषः मुद्रणस्य भङ्गं स्थापयामः.